अस्तु, तर्हि गतसप्ताहे किं पठितवन्तः इति कोऽपि वक्तुं शक्नोति वा संक्षिप्तरूपेण? कस्मिन् विषये पठितवन्तः इति? प्रथमं तु वृत्तिनियामकत्वं वृत्ति अनियामकत्वम् इति विषये पठितवन्तः. तत्र द्वे मते स्तः, गथाधरभट्टाचार्याणाम् एकं मतं, श्रीमत् गतिशतकर्लाङ्काराणां द्वितीयमतम् जगदीश अलङ्काराणाम् एकं मतम् अस्ति. प्रथमं वदति विषयता सम्बन्धविषये, आधार आदेयभावः निश्चितम् अस्ति इति प्रथमं वदति. यदा संयोगसम्बन्धे समवायसम्बन्धे अस्ति तदा अत्रापि अस्ति, विषयतासम्बन्धे अपि आधारादेयभावः निश्चितम् अस्ति इति वदति. द्वितीयमतं वद, तस्य मतमस्ति नास्ति, विषयतासम्बन्धे आधारादेयभावः निश्चितं नास्ति इति वदति. तदेव मतविरोधः अस्ति. तदेव वृत्तिनियामकत्वम् अनियामकत्वम् इति. नियामक वृत्तिनियामकत्वम् इत्युक्ते आधारादेयभावः निश्चितमस्ति. अनियामकत्वम् इत्युक्ते तत्र आदेयता न अवच्छेदकः अत्र इति तस्य मतस्य तत् मतम् अङ्गीकुर्वन्ति तदा. उत्तमम्. इत्युक्ते तत्र नियमितं नास्ति इति. नियमितं नास्ति इति तत् एकमस्ति. द्वितीयमस्ति सूचिकटाः न्यायः. तत्र ईश्वर ईश्वरसाधन किमर्थं प्रथमम् ईश्वरस्य साधनं भवति इति. उत्तमम्. अस्तु, तर्हि तत्र ईश्वरसाधकं तत्पर्यन्तं पठितवन्तः खलु, तत्र ईश्वरसाधक अनुमानं पर्यन्तं आरब्धं कृतवन्तः. ज्ञानमिच्छा कृतिः इति. उत्तमं. तर्हि तत्र परमात्मा, तत्र परमात्मनः निरूपणं पर्यन्तं पठितवन्तः. तत्र इदानीं तत्र ज्ञानम् इच्छाकृतिः, तस्मिन् विषये किञ्चित् चर्चयामः. तर्हि तस्मात् आरभ्य अद्य पठेम. तर्हि भगिनी भवती एव आरम्भं करोतु. ज्ञानम् इच्छाकृतिः इति त्रयाणां परस्परं भेदः. अत्र प्रसङ्गात् ज्ञानादीनाम् अनुभविकं वैलक्षण्यम् उदाहरणेन साधयिष्यामः. कश्चित् यानेन ग्रामान्तरं गन्तुं प्रवृत्तः गवाक्षात् उद्यानानि पश्यति. तत्र अनेकविधान् वृक्षान् पश्यति, केचन पुष्पिताः, केचन फलिताः, केचन पत्रमयाः दृश्यन्ते. इदं यत् पश्यति दृश्यते इत्यादिभिः व्यवह्रियते. तत् निरूपितं प्रकाशात्मकं ज्ञानम्. अयम् एकः आत्मगुणः. अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानेन एव अनेकेषां वृक्षाणां भवन्ति. ज्ञानान्येव अनेकेषां वृक्षाणां भवन्ति, न तु वक्ष्यमाणा इच्छा प्रयत्नो वा. अत्र तु ज्ञानम् इच्छा कृति इति त्रयाणां परस्परभेदः किं कः इति अस्ति. प्रथमं एकम् उदाहरणमस्ति ज्ञानादि ज्ञानादि अनुभविकं वैलक्षण्यं किम् अस्ति इति. यदा वयं यानेन अनुभविकम् आनुभविकं वैलक्षण्यम् इत्युक्ते तत्र अनुभवेन तत्र असाधारणत्वं वयं जानीमः खलु तद् इति. यदा वयं यानेन ग्रामान्तरं गन्तुं सिद्धः चेत् गवाक्षात् द्वारेण वा या वातायनं किल वातायनं वातायनेन वयम् उद्यानानि पश्यामः. तत्र वयम् अनेकान् वृक्षान् पश्यामः, पुष्पितः अस्ति वा, फलितः वा, यदा पत्रं पत्राणि सन्ति वा इति दृश्यामः. एतत् दृश्यन् पश्यामः चेत् दृश्यते इत्यादिभिः व्यवह्रियते, तद् निरूपकं प्रकाशात्मकं ज्ञानं. तद् एकं पुष्पं फलानि इति ज्ञानं भवति मनसि. तदेव अयमेकः आत्मगुणः इत्युक्ते आत्मनि एकं ज्ञानम् उत्पन्नं भवति. अत्र गामान्तरं गन्तुं प्रवृत्तस्य ज्ञानेन ज्ञानानि एव अनेकेषां वृक्षाणां भवन्ति, न तु वक्ष्यमाणा इच्छा प्रयत्नो वा. अत्र एकं प्रवृत्तस्य एकं ज्ञानं, प्रथमम् एकं ज्ञानमेव उत्पन्नं भवति, न तु इच्छा वा प्रयत्नं वा. इत्युक्ते प्रथमं ज्ञानमेव भवति इति. तत्र व्यवह्रियते इति एकं पदम् अस्ति खलु, तस्य अर्थः कः? तत् पूर्वमपि वयं दृष्टवन्तः, व्यवहारः इत्युक्ते शब्दप्रयोगः इति, ज्ञानजनकशब्दप्रयोगः खलु. तत् तत्र पृष्ठसङ्ख्या अस्ति, तत्र चतुष्पञ्चाशत्तमे पुटे अस्ति खलु भगिनि, तत् किञ्चित् पठतु. सङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति. एकत्र सम्यक् अवगमने सर्वत्र तैः एव रीत्या चिन्तनं सुकरम्. तत्र व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगः इति अर्थः. यथा केनचित् उक्तं घटः अतीत इति, तादृशभाषणं श्रुत्वा श्रोतः अतीतघटविषयकं ज्ञानम् उत्पद्यते. तावत् पर्याप्तं. तर्हि तत्र यदा वयं यदा कोऽपि गच्छति, सः तत्र वातायनात् बहिः पश्यति, तत्र वृक्षः अस्ति, वृक्षे तत्र कानिचन वृक्षाणि तत्र पुष्पयुक्तानि, कानिचन फलयुक्तानि, कानिचन पर्णयुक्तानि सन्ति खलु. तर्हि यदा सः तत् पश्यति, तस्मिन् तत्र अहम् एतत् पश्यामि, तद् दृश्यते इति अन्ये कोऽपि अन्यान् प्रति वदति खलु. तर्हि तादृशव्यवहारः यदा भवति, इत्युक्ते ज्ञानजनकशब्दप्रयोगः यदा सः वदति तत्र वृक्षः दृश्यते इति, तत्र प्रथमं तस्मिन् मनसि तत्र ज्ञानं भवति खलु. तर्हि तदेव अत्र व्यवह्रियते इति शब्देन तत्र प्रथमं तत्र ज्ञानं भवति, तत्र तादृशज्ञानजनकशब्दप्रयोगः इति अर्थे एव तत्र अस्ति. तदनन्तरं तद् निरूपितं प्रकाशात्मकं ज्ञानमिति अस्ति. तर्हि ज्ञानमिति तत्र दीप उदाहरणं स्वीकृत्य वयं पूर्वं दृष्टवन्तः, तत्र प्रकाशः तदस्ति. तत्र द्वित्रिंशत्तमे पुटे पश्यामः चेत् तत्र ज्ञानं तद्विषयता च इति अस्ति खलु. तत्र प्रकाशः इति ज्ञानं, तत्र विषयतारूपा प्रभा अस्ति, तदेव ज्ञानम् अस्ति, तद् घटं घटे पतति तर्हि घटस्य विषये घटविषये ज्ञानम् उत्पादयति इति एतत् सर्वं वयं पठितवन्तः पूर्वं. किञ्चित् स्मरणार्थं पुनस्मरणार्थं किञ्चित् पठेम. तर्हि विषयता विषयिता इति द्वौ सम्बन्धौ आसीत्, तदपि किञ्चित् पठतु भगिनि. तत्र प्रथमपरिच्छेदः अस्ति खलु, विवरणसौकर्याय इति. विवरणसौकर्याय विषयता विषयिता च इति द्वौ सम्बन्धौ निरूप्येते. तत्र गुणविभागे बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते. अयं च सर्वव्यवहाराणां कारणमिति च उच्यते. कथं कथं येन कदाचिदपि गौः केनापि प्रमाणेन न ज्ञाता न सः गाम् आनाय इत्यादि व्यवहारसमर्थः वक्तुं समर्थः एवं सर्वत्र. अत्र विषयता विषयिता इति द्वौ सम्बन्धौ विषये अस्ति. गौः यदा गाम् आनय इति यदा वदामः चेत् तस्य वक्तुं समर्थः ज्ञानं भवति तस्य विषये. हा, इत्युक्ते तत्र गौः विषये, गौः इत्युक्ते कः इति न जानाति चेत्, गौः इत्युक्ते का इति न जानाति चेत्, तं प्रति कोऽपि वदति चेत् गाम् आनय इति वदति चेत् सः तस्य अवगमनमेव तस्मिन् मनसि न भवति खलु, तस्य मनसि न भवति, यतोहि सः न जानाति गौः इत्युक्ते किम् इति. तर्हि तत्र प्रथमं ज्ञानम् आवश्यकं, तदनन्तरमेव तत्र तादृशव्यवहारं कर्तुं समर्थः भवति इति. अनन्तरं तत्र इत्थं हि सम्प्रदाये इति अस्ति खलु, तद् भागमपि किञ्चित् पठतु. इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं भगिनि कुत्र पृष्ठं किं? त्रित्रिंशत् भगिनि, त्रयस्त्रिंशत् क्षम्यताम्. विंशत् पुनस्मरणं. त्रिंशत् इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्ताप स्थानापन्नम् आपन्नं विषयः प्रकाश्यः. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः. सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानस्य विषयः इति उच्यते. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते, अतः विषयः इति न उच्यते. कोऽपि अस्ति? अहमस्मि, अहं चिन्तयामि अत्र हा, क्षम्यताम्, खण्डनम् अभवत्, क्षम्यताम्, पठतु भगिनि. आम्, इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थानापन्नं विषयः प्रकाश्यः. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः. सा प्रभा यस्मिन् पतति स स प्रकाश्यः ज्ञानस्य विषयः इति उच्यते. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते, अतः विषयः इति न उच्यते. इयं च विषयतारूपप्रभा घटे विद्यमाना न ज्ञानेन विना भवति. कस्यायं प्रकाशः इत्युक्तौ ज्ञानस्य इति उच्यते, अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते, तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धम्. तथैव तत्र तद् निरूपितम् इदानीं तत्र पुनः यत्र वयं स्मः तत्र आगच्छामः चेत् तत्र तद् निरूपितं प्रकाशात्मकं ज्ञानम् इति अस्ति खलु. तर्हि तत्र विषयकम् इत्युक्ते तत्र यः यद्विषयं वयम् इदानीं पश्यामः, यः गच्छन् अस्ति सः पश्यति, तस्मिन् विषयकं ज्ञानं तद् निरूपकं ज्ञानम् इति इत्युक्ते तत्र प्रकाशः प्रकाशस्य मूलमस्ति ज्ञानं खलु. यस्मिन् सः प्रकाशः पतति इत्युक्ते प्रकाशः इति तत्र सम्बन्धः अस्ति, तद् तदेव भवति विषयः, तत्र प्रकाशस्य मूलं भवति ज्ञानम् इति. तर्हि तत्र प्रकाशात्मकं ज्ञानम् इति ज्ञानस्य विवरणम् अस्ति अत्र. तादृशज्ञानम् आत्मनि अस्ति इति आत्मनः गुणः भवति तादृशज्ञानम्. कुत्र भगिनि, तत्र वा? परन्तु सः यदा विहाराय उद्यानं याति तदा यात्रायामिव आदौ तस्य सर्वेषां वृक्षाणां लतानां ज्ञानानि भवन्ति एव, परन्तु इतोपि अन्यः आत्मनि गुणः उत्पद्यते. स एव इच्छा, इदं मम भवतु इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति. इयं च इच्छा ग्रामगमनावसरे न आत्मनि उत्पन्ना, इदानीम् उद्याने उत्पन्ना, अतः अयं ज्ञानं ज्ञानात् भिन्नः गुणः. अत्र यदा वयं यदा सः विहाराय उद्यानं गच्छति तदा तस्य प्रथमं तु ज्ञानं भवति, वृक्षाणां लतानां ज्ञानानि प्रथमं भवति, अनन्तरं इच्छा भवति, तत्तु इदं मम भवतु इति तस्य मनसि उत्पन्नं भवति. एतद् इच्छा ग्रामगमनावसरे आत्मनि न उत्पन्ना, अत्र उद्याने एव उत्पन्नं भवति, अतः तद् इच्छा ज्ञानात् भिन्नगुणः अस्ति. इत्युक्ते यदा प्रथमं सः तत्र मार्गे तत्र वृक्षाणि पश्यति तस्मिन् समये तस्य मनसि तादृश इच्छा न आसीत्, इत्युक्ते तादृश आकारः न आसीत् तत्र इदं मम भवतु इति इत्यादिषु इच्छा न आसीत् खलु. प्रथमं सः केवलं पश्यति, अत्र दृश्यते इति वदति, तादृशमेव तत्र प्रथमं साधारणज्ञानमेव आसीत् पूर्वं, परन्तु इदानीं सः पश्यति ज्ञानमपि अस्ति. तर्हि उद्याने यानि वृक्षाणि सन्ति तेषां ज्ञानमपि अस्ति, परन्तु ज्ञानस्य अनन्तरं तस्य मनसि इच्छा अपि आगच्छति, तत्र इदं मम भवतु इति इच्छापि आगच्छति. तर्हि तत्र इदानीं तदस्ति द्वितीयसोपानमेव खलु. तत्र प्रथमं ज्ञानं, ज्ञानस्य अनन्तरम् इच्छा, परन्तु ज्ञानस्य अनन्तरं सर्वदा इच्छा इति नास्ति. यदा कदापि इच्छा आगच्छति, परन्तु इच्छा अस्ति चेत् तस्य पूर्वं सर्वदा ज्ञानं भवेत्. स्पष्टम्? अस्तु, तर्हि अग्रे सुनील् महोदय भवान् पठति वा? अहं पठामि. परन्तु अत्र उद्याने पुष्पगुल्मलतादीनां विक्रये न भवति इति जानानः केवलमिच्छति. वृक्षवाटिकां गत्वा इमां लताम् अमुं वृक्षं वा सम्पादयामिति आलोच्य वृक्षवाटिकां गच्छति. अतः अत्र उद्याने पुष्पलतादीनां विक्रयणं न इति ज्ञात्वा सः तेषां स्वीकरणार्थं वृक्षवाटिकां गच्छति. तत्र प्राथमिकं ज्ञानं तस्य भवति, द्वितीया इच्छा अपि, इतोपि तृतीयः गुणः आत्मनि उत्पद्यते येन हस्तः चलित्वा धनार्थं सञ्चिकां याति. सः गुणः न यात्रायाम् उत्पन्नः, नापि उद्याने. तदा सः यदि उदपत्स्यतहस्तः सञ्चिकाम् अगमिष्यत् न गतः तेन विद्मः. महोदय, तावत्पर्यन्तं वदतु. इदानीं प्रथमं तस्य मनसि ज्ञानं भवति, अनन्तरम् इच्छा, इदानीं तृतीयगुणः आत्मनि उत्पद्यते, आत्मनि भवति, अतः सः धनार्थं सञ्चिकाम् अन्वेषणं करोति. इत्युक्ते एकक्षणं, तत्र प्रथमं तत्र ज्ञानं अपि च इच्छा, तयोः मध्ये भेदः वयम् अवगतवन्तः खलु. तर्हि प्रथमं ज्ञानं भवति, ज्ञानस्य अनन्तरं यदा कदापि इच्छा भवति, तदनन्तरं इच्छा भवति चेत् सर्वदा तत्र तृतीयगुणः. तृतीयगुणः कः इति इदानीं पश्यामः. परन्तु तृतीयगुणः न सर्वदा न आगच्छति मनसि, परन्तु सर्वदा न स्फुरति, परन्तु यदा कदापि किं भवति इत्युक्ते तत्र तादृशतृतीय गुणः प्रयत्नः इति अग्रे पठामः. परन्तु तादृशगुणः यदा कदापि भवति इत्युक्ते तत्र वृक्षवाटिकायां उद्याने यदा अस्ति सः तस्मिन् समये सः जानाति उद्याने वृक्षस्य विक्रयणं न भवति इति. तर्हि तत्र प्रयत्नस्य आवश्यकता एव नास्ति, तस्य अवकाशः एव न अस्ति अत्र. परन्तु यदा तत्र वृक्षवाटिकां प्रति गच्छति, अत्र तु सः जानाति क्रेतुं शक्नोति इति. तर्हि तत्र गत्वा तस्य मनसि पुनः ज्ञानं भवति वृक्षस्य विषये, लतायाः विषये, तत्सर्वं. तदनन्तरम् इच्छा भवति, तदनन्तरं तृतीयगुणः अपि स्फुरति, येन सः आप्नोति खलु तत्र वृक्षः वा लता वा यत् सः इच्छति तद् तस्य तत् आप्नोति अपि तदनन्तरं. अनन्तरम् अस्ति सः गुणः यात्रायां न उत्पन्नः, अनन्तरम् उद्याने अपि न उत्पन्नः इति. यात्रायां न उत्पन्नः यतोहि तत्र इच्छा एव नास्ति. प्रथम केवलं ज्ञानमेव आसीत् तत्र तु, इच्छा एव नासीत्, उद्याने अपि न न अभवत्. तदा सः यदि उदपत्स्यत हस्तः सञ्चिकाम् अगमिष्यत् न गतः. इदानीं सः हस्तेन सञ्चिकाम् अन्वेषणं करोति, तेन विद्मः आदिमयोः स्थलयोः अविद्यमानः गुणः इदानीम् आत्मनि उत्पन्नः, सः एव प्रयत्नः, कृतिः, प्रवृत्तिः, यत्नः, भावना इत्यादिशब्दैः व्यवह्रियमाणः आत्मविशेषगुणः. अतः इदानीं सः धनार्थम् अन्वेषणं करोति, अनन्तरं क्रयणार्थं धनं स्वीकर्तुमेव प्रयत्नं करोति. एषः गुणः प्रयत्नः इति उच्यते. तत्र तेन विद्मः आदिमयोः स्थलयोः अविद्यमानः गुणः इत्युक्ते अर्थः कः? आदिमयोः इत्युक्ते यात्रासमये च उद्याने. उत्तमं. तर्हि तत्र प्रथमद्वयोः स्थलयोः न विद्यमान, हा न विद्यमानात् अथवा न उत्पद्यते यः गुणः इदानीम् आत्मनि उत्पन्नः अस्ति. पूर्वं न उत्पन्नः, इदानीम् उत्पन्नः इति. सः गुणः प्रयत्नः इति उच्यते, अथवा कृतिः, प्रवृत्तिः, यत्नः, भावना इत्यादि शब्दाः अपि तादृशशब्दैः वयं आत्मविशेषगुणः गुणः इति वदामः. तस्मिन् सति हि हस्तपादादौ क्रिया भवति, असति क्रिया न भवति. जाग्रदवस्थायां प्रतिक्षणं शरीरे अनेकाः क्रियाः भवन्ति, सर्वत्र च इयं कृतिः अपेक्षिता. उत्क्षेपणादौ एतेषां त्रयाणावश्यकत्वं वक्ष्यामः. अतः वयं एतादृश क्रिया सर्वदा भवति, जाग्रदावस्थायां केवलम् एतादृश इति न, यत्किमपि हस्तपादयोः क्रिया भवति तत्र, यदा वयं कुत्रापि गच्छेम अथवा पुस्तकम् आनयामः, किमपि यत्किमपि कुर्मः, तत्र तादृशक्रमः अस्ति. प्रथमं ज्ञानं तत्र पुस्तकं तत्र उत्पीठिकायाम् अस्ति, तस्य उन्नयनं कुर्मः चेत् तत्र तत्र किम् अस्ति, तत्र प्रथमं पुस्तकं तत्र अस्ति इति ज्ञानं भवति. तत् द्वितीयम् अस्ति तत्र पुस्तकं स्वीकरोमि अथवा पुस्तकं किमिति पश्यामि इति इच्छा भवति, तत्र पुस्तकं मम पार्श्वे भवतु इति तादृश इच्छा भवति. तृतीयम् अस्ति तत्र प्रयत्नः, येन वयं तत्र तत् उत्पीठिका समीपे गत्वा, उत्पीठिकायाः समीपे गत्वा तत्र पुस्तकं, पुस्तकस्य स्पर्शनं भवति अथवा किमपि यत्किमपि कुर्मः. तत्र सोपानत्रयम् अस्ति खलु, प्रथमं ज्ञानं, द्वितीयम् इच्छा, तृतीयं तत्र प्रयत्नः इति. तादृश क्रमः भवति सर्वदा, यत्र कुत्रापि क्रिया भवति चेत् तत्र तादृशक्रमः भवति एव. तत्र उत्पेक्षणादौ इत्युक्ते तत्र क्रियाविषये वयं पूर्वं दृष्टवन्तः खलु, क्षेपण, आक्षेपण, आकुञ्चन इति, एतत् सर्वं तत्र पञ्चविधक्रियाणि, पञ्चविधक्रियाः सन्ति इति, कर्माणि, कर्मणि सन्ति इति. तदेव तत्र उत्क्षेपणादौ इति पदेन सूचितमस्ति. अस्तु, आम्, अग्रे पुष्पा भगिनी पठति वा? अस्तु भगिनि. चेष्टास्पन्दयोः भेदकथनम् अत्रापरोः परो अयं विषयः, अत्र अपरो अपरः अयं विषयः. अयं विशेषः न विषयः. निराश्रितः हस्तः गगने उन्नीतक्षेत् तत्र ईषत् कम्पं वयम् अनुभवामः. तत्र न किञ्चित् ज्ञानम् न किञ्चित् अभिलषितम् न अपि प्रयत्नम्. तथापि हस्ते कम्पः दृश्यते. एतादृशी क्रिया हस्ते शरीरे वा जायमाना पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते या क्रिया उत्पन्ना ततः भिन्ना विलक्षणा. तत्र मालती लता नाता अभिलषिता तां क्रेतुं प्रयत्तं ततः हस्ते क्रिया उत्पन्ना. नावगच्छामि महोदय. भगिनी हा तत्र कण्ठशः पठतु. तत्र इतोपि इदानीं वयं तत्र क्रिया यत्र भवति तत्र पूर्वं किं तत्र क्रमः अस्ति तत्र आत्मनि गुणत्रयं भवति तत्र ज्ञानमिच्छा प्रयत्नः इति गुणत्रयं तत्र आत्मनि क्रमेण स्फुरति तदनन्तरं क्रिया भवति इति पठितवन्तः खलु. इदानीं तत्र श्रेष्ठास्पन्दनयोः भेदकथनम् इति इत्युक्ते तत्र श्रेष्ठ इत्युक्ते किं स्पन्दः इत्युक्ते कः क्षम्यतां श्रेष्ठ इत्युक्ते कः स्पन्दः इत्युक्ते कः इति दृष्ट्वा तयोः मध्ये भेदः अस्ति वा भेदः अस्ति चेत् भेदः कः इति इदानीं पठामः. अस्तु तर्हि अत्र अस्ति यदा वयं निराश्रितः हस्तः गहने उन्नीतः चेत् तत्र ईषत् कम्पं वयम् अनुभवामः इत्युक्ते तत्र अहं किमपि उद्यानं वा बहिः गत्वा तत्र वायुः अस्ति इति चिन्तयतु. तर्हि तत्र हस्तस्य उन्नयनं कुर्मः चेत् तत्र किञ्चित् हस्तः किञ्चित् कम्पति खलु. तर्हि तत्र किञ्चित् कम्पनं भवति. परन्तु अत्र यदा तादृशक्रिया हस्ते भवति तत्र ज्ञानम् इच्छा प्रयत्नः इत्यादि भवति वा? न न न नास्ति. तदेव अस्ति. तत्र न किञ्चित् ज्ञातं न किञ्चित् अभिलषितं नापि प्रयत्नम् इत्युक्ते तत्र किमपि ज्ञानं नास्ति इच्छापि नास्ति प्रयत्नः अपि नास्ति परन्तु हस्तस्य कम्पनं किञ्चित् भवति. तथापि हस्ते कम्पः दृश्यते. एतादृशी क्रिया हस्ते शरीरे वा जायमाना यदा तादृशक्रिया भवति हस्ते वा शरीरे वा यत्र कुत्रापि पुष्पवाटिकायां सञ्चिकायां निधानाय हस्ते या क्रिया उत्पन्ना ततः भिन्ना इत्युक्ते यदा पुष्पवाटिकायां सः अस्ति आसीत् पूर्वं यदा सः हस्तं स्वस्य हस्तं स्वीकृत्य सञ्चिकां स्वीकरोति तस्मिन् समये या क्रिया उत्पन्ना अपि च इदानीं या क्रिया उत्पन्ना तयोः मध्ये भेदः अस्ति वा? अस्ति. भेदः कः? विलक्षणम् अत्र क्रिया हस्ते शरीरे वा पुष्प तत्र पुस्तकं मा पठतु. भवती यद् अवगच्छति तस्य आधारेण वदतु. भवती उक्तवती खलु तत्र द्वयोः कर्मणोः मध्ये क्रियायोः मध्ये तत्र भेदः अस्ति इति. भेदः कः? निधानाय न न पुस्तके किमपि नास्ति भगिनि, पुस्तकं मा पश्यतु, केवलं मम प्रश्नस्य उत्तरं ददातु. तत्र भेदः कः इदानीं चिन्तयतु. वयम् एतावत्पर्यन्तं चर्चां कृतवन्तः खलु, तस्य आधारेण वदतु. कुत्र ज्ञानमस्ति? क्रिया हस्ते शरीरे. क्रियाद्वयोः क्रिया न न तत्र क्रियाद्वयमपि तत्र हस्ते भवति एव. तत्र यदा सञ्चिकाम् उन्नयति तस्मिन् समये अपि हस्तः हस्ते एव क्रिया. इदानीं गगने तत्र तत्र यदा कम्पनक्रिया भवति, कम्पनक्रिया अपि तत्र हस्ते एव भवति. तर्हि कुत्र ज्ञानमस्ति, कुत्र ज्ञानं नास्ति? कम्पनं आसीत् चेत् ज्ञानं तादृशे अस्ति न. उन्नत कम्पनं हस्ते कम्पनम् अस्ति चेत् तत् ज्ञानं आयाति न. न न न कम्पनस्य अनन्तरं ज्ञानम् अस्ति, परन्तु कम्पनस्य पूर्वं, क्रियायाः पूर्वं कुत्र ज्ञानमस्ति वा? न. परन्तु तत्र यदा सञ्चिकाम् उन्नयति तस्मिन् समये क्रियायाः पूर्वं ज्ञानम् अस्ति वा? नास्ति. नास्ति चेत् किमर्थं सः सञ्चिकाम् उन्नयति? तत्र ज्ञानम् अस्ति खलु भगिनी. प्रथमं सः पश्यति वृक्षः अपि च लता, तत्सर्वं वृक्षः अस्ति, लताः सन्ति इति एतत् सर्वं सः पश्यति खलु. तदनन्तरम् इच्छा अपि स्फुरति तस्मिन् मनसि. ज्ञानमस्ति, ज्ञानस्य अनन्तरम् इच्छा अस्ति, इच्छायाः अनन्तरं तत्र प्रयत्नः. तत्र प्रयत्नस्य फलमेव अस्ति तत्र हस्तेन सह सञ्चिकाम् उन्नयति. सत्यं. परन्तु इदानीं यदा तत्र कम्पनक्रिया जायमाना अस्ति हस्ते, तादृशक्रमः नास्ति खलु. सः केवलं बहिः गत्वा हस्तस्य हस्तम् उपरि केवलम् एवमेव यदा वयं बहिः गत्वा हस्तम् उपरि कुर्मः तथा एव करोति. परन्तु यदा सः तस्य हस्तः उन्नयनः अस्ति तस्मिन् समये किं भवति, तत्र वायोः वायुः अस्ति इति कारणात् वायोः प्रभावेन हस्तस्य कम्पनं भवति. तस्य प्रयत्नः किमपि अत्र नास्ति खलु. तत्र ज्ञानमपि नास्ति, हस्तस्य कम्पनं भवतु इति इच्छा अपि नास्ति, किमपि प्रयत्नः अपि नास्ति. तर्हि तादृशभेदः अस्ति द्वयोः क्रियायोः मध्ये. तावदेव. तर्हि अग्रे पठतु भगिनि, अग्रिमपरिच्छेदः. आत्मनि, अतः आत्मनि ज्ञानम्, इच्छा, यत्नम् एतेषां त्रयाणाम् असत्वे वा हस्ते शरीरे वा असत्वे या असत्वे या हस्ते शरीरे वा क्रिया उत्पद्यते सः स्पन्दः कम्प इति वा उच्यते. स्पन्दः स्पन्दाकम्प अग्रे पठतु. ज्ञानादीनां त्रयाणां सत्त्वे या क्रिया उत्पद्यते सा एव चेष्टा इति शास्त्रे प्रसिद्धा. यत् इष्टं पुष्पादि तदवाप्तुं यच्छानिष्टं कण्टकादि तन्निवारयितुं शरीरे जायमाना क्रिया एव चेष्टा इति शरीरक्रिययोः भेदः दर्शितः. स्पन्दकम्प इत्युक्ते तत्र इदानीं तत्र संज्ञाद्वयं खलु, स्पन्दः अपि च श्रेष्ठा, तदेव अस्ति अस्माकं शीर्षके अपि तस्य परिचयः कृतः. तत्र स्पन्दः इत्युक्ते कः इति चेत्, यद्वयम् इदानीं पठितवन्तः यत्र तादृश क्रमः नास्ति तत्र आत्मनि ज्ञानमिच्छा प्रयत्नः इत्यादि सोपानेन क्रिया न भवति. आत्मनि तादृशज्ञानं भूत्वा तदनन्तरं क्रिया इति न भवति. तादृशक्रिया अस्ति स्पन्दः, तादृशक्रियायाः नाम अस्ति स्पन्दः इति. इत्युक्ते तादृश किमपि गमनागमनं भवति यद् स्वयमेव भवति खलु, तत्र तादृशक्रमः न अपेक्षितः अस्ति. यत्र तादृशक्रियायाः नाम अस्ति स्पन्दः इति, परन्तु यत्र तस्य विपरीतमस्ति इत्युक्ते यत्र ज्ञानादीनां त्रयाणाम् आवश्यकता अस्ति तदनन्तरं क्रिया जाता, तादृशक्रियायाः नाम अस्ति चेष्टा इति. तर्हि तत्र यदा तत्र शरीरे इच्छा इत्युक्ते केवलं तस्य अवाप्तुम् इच्छा इति न, निवारयितुमपि इच्छा भवति खलु. कण्टकादि तत्र पादौ कण्टकः मार्गे कण्टकः अस्ति चेत् तत्र पादौ यदा कदापि तस्य प्रभावः भवति खलु, तर्हि तस्मिन् समये तस्य निवारयितुं वयं उद्युक्तः भवामः. तर्हि तथा भवति चेत् उद्युक्ताः भवामः, क्षम्यतां, तत्र तथा भवति चेत् तस्य तस्मिन् समये निवारयितुम् इच्छा अस्ति. तर्हि केवलम् अवाप्तुम् इत्युक्ते क्रेतुं वा कस्यापि स्वीकरणस्य एव तत्र इच्छा इति न, परन्तु निवारयितुमपि इच्छा भवति. तर्हि यत्किमपि इच्छा भवतु नाम, परन्तु इच्छा अस्ति, इच्छायाः अनन्तरं प्रयत्नः इति क्रमेण क्रिया भवति चेत् तस्य नाम अस्ति चेष्टा इति. स्पष्टम्? अस्तु, प्रश्नः अस्ति वा? विवरणं कृते चेत् अर्थम् आगच्छति, अवगच्छति. चिन्ता नास्ति भगिनि, तदर्थमेव पठामः खलु. अस्तु, रामप्रिया भगिनी भवती पठति वा अग्रे? आं भगिनि. सविषयकपदार्थगणनं ज्ञानादीनाम् अस्ति अपरो विशेषः. एते सर्वे अपि सविषयकाः विषयतारूपां दर्शिताम् अर्चिं पदार्थे प्रक्षिपन्ति. घटनिष्ठविषयतानिरूपकं ज्ञानं, पटनिष्ठविषयतानिरूपिका इच्छा, मठनिष्ठविषयतानिरूपिका कृतिः इति शक्नुमो वक्तुम्. एवमेव आत्मनिष्ठः द्वेषः अपि सविषयकः. दुर्योधनः भीमम् अद्विषत् इति विद्मः. तत्र दुर्योधनस्य द्वेषः स विषयकः भीमविषयकः तथा च भीमनिष्ठविषयितानिरूपकः दुर्योधनस्य द्वेषः इति भवेदेव तन्निरूपणम्. तथा च ज्ञानेच्छकृतिद्वेषः स विषयकाः. इतोपि एकः स विषयकपदार्थः अस्ति भवान् आख्यसंस्कारः भावना आख्यसंस्कारः क्षम्यताम् तं तु उपरिष्टात् सङ्ग्रहकारः वर्णयिष्यति. वयमपि तस्य विशेषान् निरूपयिष्यामः. अत्र सविषयकपदार्थ गणनविषये अस्ति. ज्ञानम् इदानीं ज्ञानाधीनाम् अस्ति इति एकम् अपरः विशेषः इति सर्वे एते सर्वे सविषयकाः विषयतारूपां दर्शितामर्चिं पदार्थे प्रक्षिपन्ति. तदेव पूर्वमपि वयं दृष्टवन्तः अर्चिं विषये. तत्र घटनिष्ठविषयतानिरूपकं ज्ञानम् इति वयं पूर्वं दृष्टवन्तः. यदा विषयता निरूपयति ज्ञानम् इति अत्र पटनिष्ठविषयतानिरूपक इच्छा इति अस्ति. कृतिः इति विषये अपि अस्ति तदपि विषयता निरूपयति इति इति शक्नुमो वक्तुम् इति वक्तुं शक्नुमः इति. एवमेव आत्मनिष्ठद्वेषः क्षम्यतां भगिनि एकक्षणं भगिनि इत्युक्ते तत् सर्वं सविषयकपदार्थः खलु. इत्युक्ते तत्र इच्छा अस्ति चेत् इच्छायाः विषयकः किमपि अस्ति तत्र. पटविषये इच्छा अस्ति, मठविषये प्रयत्नः अस्ति इति, तत्र घटविषये ज्ञानम् अस्ति इति, तत्र विषयसम्बन्धगुणः अस्ति तत्सर्वम्. एवमेव आत्मनिष्ठः द्वेषः अपि सविषयकः. अत्र द्वेषः अपि सविषयकः इति अस्ति. एकम् उदाहरणम् अस्ति, दुर्योधनः भीमम् अद्विषत् इति विद्मः. वयं जानीमः दुर्योधनः भीमं प्रति सः अद्विषत् इत्युक्ते द्वेषं कुर्वन् अस्ति इति. तत्र दुर्योधनस्य द्वेषः सविषयकः भीमविषयकः. स इति पद स्थाने भीम इति स्वीकृतवन्तः किल. तस्य विषये दुर्योधनस्य तथा च भीमनिष्ठविषयतानिरूपकः दुर्योधनस्य द्वेषः इति भवेदेव तन्निरूपणम्. भीमनिष्ठविषयतानिरूपकः किं निरूपयति इत्युक्ते दुर्योधनस्य द्वेषः इति निरूपणं भवति. तथा च यथा तत्र घटनिष्ठविषयतानिरूपकज्ञानं तथैव तत्र भेदः नास्ति. तत्र घटनिष्ठविषयतानिरूपकज्ञानमिव भीमनिष्ठविषयतानिरूपकः द्वेषः. कस्य द्वेषः इत्युक्ते दुर्योधनस्य द्वेषः. ज्ञानस्य स्थाने द्वेषः किमर्थम् इत्युक्ते तद् सविषयकः. सत्यम् इत्युक्ते तत्र चिन्तयतु, तत्र सामान्यरूपेण चिन्तयामः चेत् तत्र भीमः इति किमपि कोऽपि नास्ति चेत् भीमस्य प्रति तत्र दुर्योधनस्य द्वेषस्य आवश्यकता एव नास्ति खलु. तथैव तत्र घटः एव नास्ति चेत् घटविषयकः ज्ञानमपि नास्ति, तर्हि तदर्थमेव तत्र सविषयकः इति वदामः. तथैव तत्र द्वेषः अपि सविषयकः, तत्र भीमविषयकः, भीमस्य द्वेषः दुर्योधनविषयकः, खलु? तथा तथा च ज्ञान इच्छा ज्ञान इच्छा कृति द्वेषः तदपि सविषयकाः. किमित्युक्ते ज्ञान इच्छा कृति द्वेषाः चत्वारः चत्वारः अपि सविषयकाः. समस्तपदम् अस्ति चेत् द्वेषाः, द्वेषः चेत् द्वेषः एव, खलु? द्वेषः चत्वारः अपि सविषयकाः. इतोपि एकः सविषयकपदार्थः अस्ति, तदस्ति भावनाख्य संस्कारः इति. तत् पूर्वं कुत्रापि दृष्टवन्तः किल, पूर्वं पठितवन्तः. तत्र ज्ञानविषये यदा वयं तत्र बुद्धि सुखं दुःखं तत्सर्वं पठितवन्तः, तत्र पापं पुण्यं धर्मः अधर्मः भावनाख्य संस्कारः इति. आम् करपत्रे तदेव इत्युक्ते तत्र तत्र धर्मः अधर्मः भावनाख्य संस्कारः इति तत्र मनसा न गृह्यते, तत्र मध्ये किमपि माध्यमम् आसीत् खलु तेन व्यापारः तं तु उपरिष्टात् सङ्ग्रहकारः वर्णयिष्यति. इत्युक्ते अत्र उपरिष्टात् इत्युक्ते अग्रे इति एव अर्थः, अग्रे आगच्छति आगमिष्यति इति. वयमपि तस्य विशेषान् निरूपयिष्यामः, अनन्तरं निरूपयिष्यामः तद्विषये इति अस्ति. अग्रेपि पठतु भगिनि. प्रकृतम् अनुसरामः पूर्वोक्त अनुमानेन यः ईश्वरः सिद्ध्यति सः जन्यपृथिव्यादि समस्तकार्यनिर्माता इति तस्य ज्ञानम् इच्छाकृतिः इति. एतत् तृतीयम् आवश्यकम्, अतः ईश्वर अपि तत् स्वीक्रियते. परन्तु ईश्वरे अपि तत् स्वीक्रियते परन्तु न तत् अस्मदीय ज्ञानादि ज्ञानादिवत् अनित्यं किन्तु नित्यम्. अनित्यत्वे अनन्तानि ज्ञानानि स्वीकर्तव्यानि भवेयुः, तथा च सिद्धः ईश्वरः तस्य नित्य ज्ञान इच्छकृतयः च विषये अस्मिन् नैयायिकैः बहु पराक्रान्तम् उद्ग्रन्थे विशेषजिज्ञासुभिः द्रष्टव्यम्. प्रथमं तु पूर्व उक्त अनुमानेन यः ईश्वरः सिद्ध्यति सः जन्य पृथिव्यादि समस्तकार्यनिर्माता इति तस्य ज्ञानम् इच्छाकृतिः इति. एतत् तृतीयम् आवश्यकम्. अनुमानेन यः पूर्वम् आं भगिनि वदतु किमपि न ईश्वरः प्रथमं पूर्वमेव वयं तस्य विषये ईश्वरः सिद्ध्यति सः जन्यपृथिव्यादिसमस्तकार्यनिर्माता. आम् सः तु पृथिवी आदि समस्तलोक निर्माता इति तस्य ज्ञानम् अस्ति. इच्छा कृतिः तयमपि आवश्यकम् ईश्वरः विषये इति अस्ति अत्र. इत्युक्ते तत्र प्रथमम् ईश्वरस्य ईश्वरसाधनमपि तत्र अनुमानेन एव अभवत् खलु, तत्र प्रत्यक्षज्ञानं नास्ति अस्माकम् ईश्वरस्य विषये, परन्तु अनुमानेन वयं साधितवन्तः. तत्र कुम्भकारः इति उदाहरणं स्वीकृत्य तत्र घटः घटनिर्माणं भवति चेत् तत्र केवलं तत्र विषयाः सन्ति चेत् न भवति, तत्र कुम्भकारः इति कोऽपि स्यात्, येन कारणेन तत्र घटः यः घटः घटनिर्माणं करोति इति. तथैव तत्र पृथिव्यादि समस्त तत्र तत्सर्वं तस्य निर्माता रूपेण कोऽपि भवेत् इति अनुमानं कृत्वा तत्र ईश्वरः इति कोऽपि अस्ति, यः निर्माता अस्ति इति वयं पूर्वम् उक्तवन्तः. तर्हि तादृश ईश्वरः अस्ति, सः निर्माता अपि अस्ति चेत् तत्र क्रिया निर्माणम् इति एकः क्रिया एव खलु. तर्हि तादृशक्रिया भवेत् चेत् तत्पूर्वं तत्र ज्ञानम्, इच्छा, प्रयत्नः इति अपि तत्र क्रमः आवश्यकम् इति कृत्वा तत्र एतत्त्रयमपि आवश्यकम् इति तदपि अनुमानेनैव. इदानीम् ईश्वरस्य विषये सर्वं तु अनुमानेनैव वयं वक्तुं शक्नुमः. तर्हि तस्यापि अनुमानं कुर्मः इदानीम्. अतः ईश्वरे अपि तत् स्वीक्रियते, परन्तु तत्र किं अभवत् इत्युक्ते, परन्तु न तत् अस्मदीयज्ञानादिवत् अनित्यम्, न अनित्यम्, तत्तु नित्यम्. न अनित्यम् इत्युक्ते नित्यम् इत्युक्ते नित्यम् इत्युक्ते क्षणात्मकं ज्ञानम् इति वदामः खलु न्यायशास्त्रे. तत्र ज्ञानं क्षणात्मकम् इति एव वदामः. तर्हि तत्र ज्ञानम् अनित्यम् अस्ति इति, परन्तु ईश्वरे यद् ज्ञानम् अस्ति तत् तादृशं नास्ति, परन्तु नित्यज्ञानम् इति वदति तत्र. अनित्यत्वे अनन्तानि ज्ञानानि स्वीकर्तव्यानि भवेयुः. यदा अनित्यत्वे तत्र तु अनन्तानि अनित्यत्वे इति, अनित्यत्वे इति तत्र किम् अस्ति अत्र, तत्र सतीसप्तमी किल? हा सतीसप्तमी, सत्यं. यदा अनित्यत्वे तत् अनित्यत्वम् अस्ति चेत् तत्र अनन्तानि ज्ञानानि वयं स्वीकरणीयम् इत्युक्ते तत्र पुनः तत्र लाघवं गौरवम् इति आगच्छति खलु. यत्र तत्र एकस्य स्वीकारेण तत्र लाघवम् अस्ति चेत्, अपि च तत्र दोषः अपि नास्ति चेत् तत्र एकः एव इति वयं स्वीकुर्मः खलु. तत्र आकाशविषये अपि तथैव कृतवन्तः. तत्र आकाशः इति एकः एव अस्ति इति, यतोहि तत्र तद् लाघवम् अस्ति, अपि च तत्र दोषः अपि नास्ति इति कृत्वा तथा कृतवन्तः. तथैव अत्रापि तत्र एकत्वं स्वीकुर्मः चेत् अत्र लाघवम् अस्ति. एकत्वं न स्वीकुर्मः चेत् अत्र अनन्तानि इत्युक्ते तत्र अन्तः एव नास्ति इति खलु. तर्हि तत्र तादृश अनन्तानि ज्ञानानि अपेक्षितानि चेत् तत्र गौरवं भवति इति, तत्र तथा मास्तु, एकत्वमेव स्वीकुर्मः इति लाघवसौकर्याय कृतवन्तः. तथा च सिद्धः ईश्वरः तस्य नित्यज्ञान इच्छा कृतः च, तदा एव ईश्वरः यत् सिद्ध्यति तदेव नित्यज्ञान इच्छा कृतः च, कृतयः च, कृतयः च प्रयत्नः, प्रयत्नः. अस्तु, अवगतम्. अस्तु, सुनील् महोदय, भवान् अग्रे पठति वा जीवात्मनिरूपणम्? अहं पठामि. जीवात्मनिरूपणम्: ईश्वरं निरूप्य जीवमाह जीवस्तित्वति तु इति ईश्वरात् वैलक्षण्यज्ञानज्ञापनाय इदं च बहुविधं प्रसिद्धं यथा ईश्वरः एकः एव जीवाः तु शरीरभेदेन भिन्नाः शरीराणि अनन्तानि इति जीवा इति अपि अनन्ताः ईश्वरः सर्वविषयविषयकज्ञानवान् सर्वविषयविषयके इच्छावान् सर्वकार्यविषयककृतिमान् जीवः तु किञ्चित् जानाति किञ्चिदेव इच्छति कृतिरपि तस्य तत्तत्कार्यविशेषविषयिणी एव भवति. इदानीं वयं ईश्वरस्य विषये वयं दृष्टवन्तः परमात्मा विषये इदानीं जीवः विषये इति पश्यामः. अत्र वयं जानीमः परमात्मा एकः एव इति अथवा ईश्वरः एकः एकः एव जीवात्मा तु बहवः सः भिन्नभिन्न शरीरे वर्तन्ते सः न बहवः जीवाः सन्ति भिन्न अनन्ताः शरीरे अपि वर्तन्ते इत्युक्ते प्रत्येकं शरीरे भिन्नभिन्नजीवात्मा अस्ति इति कारणात् तत्र अपि च शरीरः अनन्ताः इति जीवात्मा अपि अनन्ता. अनन्तरम् अस्ति स ईश्वरस्य विषये च जीवात्मविषये तोलनमपि अस्ति. ईश्वरः सर्वविषयज्ञानवान् अस्ति जीवात्मा तु केवलं किञ्चिदेव जानाति ईश्वरः सर्वविषय इच्छावान् अस्ति जीवात्मा किञ्चिदेव इच्छति ईश्वरः सर्वकार्य विषयकृतिमान् अथवा सर्व बहुकार्यं कर्तुं सिद्धः इति जीवात्मा इति किञ्चिदेव कर्तुं शक्यते इति. इत्युक्ते ईश्वरः तत्र समस्तकार्यनिर्माता इति कारणात् तत्र तत्र सर्वविषय पूर्वस्मिन् परिच्छेदे दृष्टवन्तः खलु समस्तकार्यनिर्माता इति. तत्र इत्युक्ते तत्र ज्ञानमिच्छाकृतिः अपि अस्ति ईश्वरे इत्यपि दृष्टवन्तः. तर्हि समस्तक्रियानिर्माता इत्युक्ते सर्वविषयस्य ज्ञानमपि प्रथमम् अस्ति, तदनन्तरं तेषां प्रति इच्छा, अनन्तरं तेषां प्रति कृतिः अथवा प्रयत्नः अपि तस्मिन् अस्ति इति वयं वक्तुं शक्नुमः. परन्तु जीवात्मा विषये तथा नास्ति. किञ्चिदेव अस्माकं ज्ञानं तु सर्वविषयकः नास्ति खलु. किञ्चिदेव वयं जानीमः, इतोपि किञ्चिदेव इच्छामः, इतोपि किञ्चित् विषये एव वयं प्रयत्नः अपि कुर्मः इति. तत्र तादृशभेदः अस्ति परमात्मा जीवात्मनोः. अग्रे पठामि वा? हा, पठतु महोदय. तत्र शरीरभेदेन जीवस्य भेदः अङ्गीकार्यः. पूर्वपूर्वजन्मसु यत् पापं पुण्यं वा आत्मना आप्तं तस्य भोगाय किल शरीरं. तश्च एकैकस्य विभिन्नसुखदुःखाद्य अनुरोधात् भिन्नं. यदा खलु चैत्रः सुखी तदा मैत्रः अनुभवति दुःखम्. यदा खलु चैत्रः सुखी तदा मैत्रः अनुभवति दुःखम्. एकः एव यदि आत्मा स्यात् कथं तस्य एकदा एव सुखं दुःखं वा स्यात्. अतः जीवात्मनः अनन्ताः तत् तन्नानात्वमुक्त्वा परिमाणमाह विभुरिति. इदानीं जीवस्य विषये एव वदति. शरीरभेदे भेदेन अपि जीवस्य भिन्न भेदः भवति इति वयम् अङ्गीकुर्मः. अत्र पूर्वजन्मनि यः पापं वा पुण्यं कृत्वा तेषां फलं प्राप्तं तस्य तद् प्राप्तुं वा अथवा तद् ओढुं वा शरीरस्य उपयोगम् इति अस्ति. अनन्तरम् एकैकस्य शरीरे भिन्न भिन्न जीवात्मा अस्ति, अतः एकस्य मनसि सुखम् अनुभवति, अन्यस्य मनसि दुःखम् अनुभवति इति, अतः तत्र भेदः अस्ति इति. एकः आत्मा एव अस्ति चेत् एकस्मिन् समये तत्र एव सुखं वा दुःखं भवति. वयम् इदानीं जानीमः तत्र तद् न इति, अतः जीवात्मा जीवात्मनः आनन्दाः इति उच्यते. इत्युक्ते तत्र वयं जानीमः शरीराः अनन्ताः इति खलु, तर्हि तत्र इदानीम् अहं सुखम् अनुभवामि चेत् तस्मिन् समये भवान् अपि सुखम् अनुभवति इति न, भवान् प्रायः दुःखम् अनुभवति अथवा किमपि तत्र एकस्मिन् समये सर्वे अपि सुखिनः इति न, सर्वे अपि दुःखिनः इति अपि न खलु. तर्हि तस्मात् वयं जानीमः तत्र आत्मनः अनन्ताः इति, इत्युक्ते एकस्य तथैव मम मनसि मम ज्ञानं यदस्ति तस्य अपेक्षया भवतः ज्ञानमपि भिन्नः खलु. तर्हि तत्र ज्ञानमपि भिन्नं, तर्हि वयं ज्ञातुं शक्नुमः मम आत्मनि यः यद् ज्ञानम् अस्ति तद् भवतः आत्मनि नास्ति इति अपि वयं जानीमः. इति कारणात् वयं निश्चितं कर्तुं शक्नुमः तत्र यथा शरीरभेदेन तत्र शरीराः अनन्ताः अस्ति, तथैव आत्मनः अपि अनन्ताः इति. तर्हि शरीरभेदेन आत्मा विद्यते इति, इत्युक्ते तत्र भिन्नभिन्न आत्मा अस्ति भिन्नभिन्नशरीरे इति तत्र निरूपयति. कथं वयं तथा वक्तुं शक्नुमः? पूर्वस्मिन् परिच्छेदे आसीत् खलु एकं वाक्यं, तत्र शरीरभेदेन आत्मा जीवः तु शरीरभेदेन भिन्नाः इति. तर्हि तत्र जीवात्मा तु शरीरभेदेन भिन्नाः इति कथं निरूपयामः चेत् तस्य विवरणमस्ति अत्र. तथैव तत्र एतद् वाक्यं पश्यतु, पूर्वपूर्वजन्मसु यत् पापं पुण्यं वा आत्मना आप्तं तस्य भोगाय किल शरीरं. वयं पूर्वमेव एकवारं दृष्टवन्तः आत्मनः भोगायतनं शरीरम् इति, तत्र शरीरस्य व्याख्यानं तदेव अस्ति. इत्युक्ते यः पापं वा पुण्यं वा वयं पूर्वस्मिन् जन्मिनि वयं सङ्ग्रहं कृतवन्तः तस्य निवारणार्थं, तदर्थमेव तत्र इदानीम् अस्माकं जन्म अभवत् इति अस्माकं मतमस्ति खलु. तर्हि तत्र तदेव अस्ति अत्र, तस्मिन् तत्र तादृशपापं पुण्यं यत् पूर्वं प्राप्तम् आत्मना आप्तम् इत्युक्ते प्राप्तं तस्य भोगाय इत्युक्ते तस्य कथं वदामः तस्य निवारणं करणीयम् इदानीं, खलु? तस्य यत् पापम् अस्ति चेदपि तस्य फलं, पुण्यम् अस्ति चेत् तस्य अपि फलम् इदानीम् अस्माकं शरीरे वयम् अनुभवामः इति, तत्र तदर्थमेव शरीरस्य आवश्यकमस्ति. तादृशशरीरे तत्र भिन्नभिन्नजीवात्माः अस्ति, यतोहि तत्र वयं तत्तु वयं दृष्टवन्तः एकस्मिन् समये सर्वे तु एकमेव ज्ञानं वा एकमेव इच्छा वा इति न अनुभवामः इति कारणात् अनुभवन्ति इति कारणात् तत्र वयं ज्ञातुं शक्नुमः तथा नास्ति. प्रत्येकं शरीरे प्रत्येकं आत्मा अस्ति इति, भिन्नभिन्न आत्मा अस्ति इति. स्पष्टम्? अस्तु, तर्हि पुष्पा भगिनी भवती पठति वा अग्रे. अस्तु भगिनि. जीवस्य अनित्वत्वे का क्षतिः? क्षतिः अत्र अग्रे पठामः, पठतु. स जीवः विभुः सकलमूर्तसंयोगवान्. विभुः किम् इदं मूर्तं यस्मिन् क्रिया सम्भवति? कस्मिन् क्रिया सम्भवति? यत् कचित् नास्ति. पृथ्वी, जलं, तेजः, वायुः, मनश्च भवति तथा विधम्. न हि तत् सर्वत्र अस्ति. अतः यत्र अस्ति ततः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया. तच्च क्रियावत् पृथिव्यादिपञ्चकं मूर्तं तैः सर्वैः संयुक्तवान् आत्मा विभुः इत्युच्यते. अर्थात् परिमाणवान् अर्थात् परिमाणवान् जीवः सकलमूर्तसंयोगवान्. विभुः तु आकाशः न? विभुः अस्ति. आकाशः अपि विभुः अस्ति, परन्तु अत्र किम् अस्ति? कण्ठशः पठित्वा वदतु भगिनि. स जीवः विभुः सकलमूर्तसंयोगवान्. जीवः विभुः इत्युक्ते पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं किम् अस्ति? परिमाणवान् सकलमूर्तसंयोगवान् परममहत् परिमाणवान्. न न, पूर्वस्मिन् परिच्छेदे, अस्मिन् परिच्छेदे न, पूर्वस्मिन् परिच्छेदे. विभुः इति परिमाणमाह विभुः इति तत् अस्तु अस्तु अस्तु. विभुः अतः जीवात्मा अनन्ताः तन्नानात्वम् उक्त्वा परिमाणमाह विभुः इति, खलु? तर्हि तत्र पूर्वं वयं तत्र जीवात्मा विषये तत्र नानात्वम् उक्तवन्तः, इत्युक्ते बहवः जीवात्मनः सन्ति इति उक्तवन्तः. तदनन्तरं तस्य परिमाणं विभुः इति उक्तवन्तः. तस्य निरूपणम् अस्ति इदानीं. जीवः इत्युक्ते जीवात्मा. तर्हि तत्र जीवः विभुः सकलमूर्तसंयोगवान् इत्युक्ते सकलमूर्तद्रव्येण सह संयोगः तस्मिन् अस्ति इति. किमिदं मूर्तं? मूर्तं किं किं यस्मिन् क्रिया सम्भवति कस्मिन् क्रिया सम्भवति अत्र तु क्रिया अस्ति चेत् तत्तु क्रियाः सम्भवति. किमिदं मूर्तम् इत्युक्ते यस्मिन् क्रिया सम्भवति इत्युक्ते यस्मिन् द्रव्ये क्रिया सम्भवति तद्द्रव्यं मूर्तद्रव्यम् अस्ति अथवा सः पदार्थः मूर्तपदार्थः इति वदामः. कस्मिन् क्रिया सम्भवति इदानीं प्रश्नः अस्ति. अस्तु, प्रथमं वयं मूर्तद्रव्यम् इत्युक्ते यस्मिन् द्रव्ये यस्मिन् क्रिया सम्भवति इति उक्तवन्तः. इदानीं प्रश्नः अस्ति कस्मिन् क्रिया सम्भवति इति. कस्मिन् क्रिया सम्भवति? यत् क्वचित् नास्ति इत्युक्ते यत् क्वचित् अस्ति क्वचित् नास्ति इत्युक्ते गमनागमनं यस्मिन् अस्ति इत्युक्ते तादृशद्रव्यं यदस्ति तदेव तत्र मूर्तमिति वदामः. द्रव्यमस्ति चेत् मूर्तमिति न, द्रव्ये क्रिया अस्ति चेत् मूर्तमस्ति. क्रिया अस्ति चेत् मूर्तं. नवद्रव्याणि सन्ति खलु प्रथमपुटे पश्यतु. नवद्रव्याणि कानि? द्रव्याणि अस्ति नवद्रव्याणि पृथ्वी जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः. तस्मिन् तत्र इदानीं क्रिया कुत्र कुत्र भवति? क्रिया पृथ्वी जलं तेजः वायु नष्ट भवति तथा विधं क्रिया पृथ्वी अस्ति जले तु अस्ति क्रिया इत्युक्ते गमनक्रिया कुत्र कुत्र यत्किमपि क्रिया भवतु परन्तु गमनक्रिया इति चिन्तयतु कुत्र कुत्र भवति. पृथिव्यां भवति सत्यं जले जले अस्ति तेजसि तेजसि अस्ति अपि अस्ति वायोः अपि वायौ अपि अस्ति अपि अस्ति मने अस्ति मनसि अपि अस्ति अस्ति तथा विधम् इति. तर्हि तत्र तत्र तथाविधम् इत्युक्ते तथाविधक्रिया पृथिव्यां जले तेजसि वायौ मनसि भवति. क्रिया भवति इति कारणात् तत्र मूर्तद्रव्याणि पृथ्वी जलं तेजः वायुः मनः इति मूर्तद्रव्याणि इति वदामः. तत्तु पञ्चद्रव्याणि मूर्तद्रव्याणि. तर्हि तत् सर्वत्र नास्ति सर्वत्र नवद्रव्या हा अतः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया. तत्र पृथ्वी जलं जल तेजे तेजसि वायौ मनसि अस्ति तच्च क्रियावत् पृथ्व्यादि पञ्चकं मूर्तम् अस्ति इत्युक्ते तत्र क्रियावत् इत्युक्ते क्रिया अस्मिन् अस्ति इति. तर्हि तत्र पृथ्व्यादि पञ्चकं मूर्तमिति वदामः यतोहि तस्मिन् क्रिया अस्ति इति. सर्वत्र हा सर्वत्र नास्ति. पूर्ववाक्यं पश्यतु. अतः यत्र अस्ति ततः अन्यत्र संयोगजनिका जायते तस्मिन् क्रिया इत्युक्ते पञ्चमूर्तद्रव्याणि सन्ति तेषु यः क्रिया भवति तया क्रियया अन्यैः द्रव्यैः सह संयोगः भवति. इत्युक्ते तत्र पुस्तकम् अस्ति चेत् पुस्तकम् उत्पीठिकात् किमपि क्रिया भवति तर्हि तत्र पुस्तकम् उत्पीठिकात् आसन्दः गच्छति चेत् तस्य संयोगः भवति इदानीम् आसन्देन सह. तदेव तर्हि तत्र क्रिया भवति संयोगजनिका इत्युक्ते संयोगं जनयति क्रिया. अग्रिमवाक्यं पठतु भगिनि. तैः सर्वैः संयुक्तवान् आत्मा संयुक्तत्वात् संयुक्तत्वात् आत्मा विभुः इत्युच्यते. संयुक्तवान् संयोगं कुर्वन् आत्मा कुर्वत् हा इत्युक्ते विभुः इति वदामः यतोहि तस्य संयोगः भवति अत्र मूर्तद्रव्येण सह इति. परममहत् परिमाणवान् तत्र वयं पूर्वं तत्र परिमाणविषये यथा वयं पठितवन्तः तत्र किञ्चित् स्मरन्ति इति अहं चिन्तयामि. तत्र परमाणुपरिमाणं परममहत्परिमाणं मध्यमपरिमाणम् इति वयं पठितवन्तः. अत्र वयं तत्र विभुः परममहत्परिमाणम् अस्ति चेत् तद्विभुः तस्य प्रत्यक्षं न भवति इति अपि पूर्वं दृष्टवन्तः. इदानीं तत्र जीवात्मा विभुः इति कारणात् तस्य परममहत्परिमाणम् अस्ति. परममहत्परिमाणम् अस्ति इति तस्य परममहत्परिमाणवान् इति वदामः. पठामि हा न भगिनि तत्र किञ्चित् इतोपि अधिकमस्ति अद्य समापयितुं न शक्नुमः तर्हि अद्य अत्रैव स्थगयामः. प्रश्नः अस्ति वा? अवगच्छामि. अस्तु अस्तु तर्हि अद्य अत्र स्थगयामः. किञ्चिदेव समयम् अवशिष्यते परन्तु किञ्चित् अधिकसमयम् अपेक्षते तत्र द्वितीयपरिच्छेदस्य कृते. तर्हि अद्य अत्र एव स्थगयामः. प्रश्नः अस्ति चेत् पृच्छतु अपि च तत्र ध्वनिमुद्राणि अपि शृण्वन्तु यदा समयः प्राप्नुवन्ति चेत्. अस्तु धन्यवादः. शुभरात्रिः. शुभरात्रिः. नमस्ते.